नमस्सर्वेभ्यः, अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति भुवादिगणः। तत्र अभ्यासः प्रवर्तमानः अस्ति। तत्र अद्य प्रायः अन्तिमदिनम् इति मन्ये। अत्र इतोपि किञ्चित् दृष्ट्वा दिवादिगणः इति द्वितीयपाठं प्रति गन्तुं शक्नुमः। तर्हि गतवर्गे इदुपदधातवः इति पर्यन्तं प्राप्तं। तत्र इतोपि सूत्राणि, तत्र उपसर्गस्य विषये सूत्राणि सन्ति वा इति एकवारं पश्यामः। तत्र ह्वे इति धातोः विषये तत्र एकं सूत्रमस्ति, ह्वे इति। तत्र अरविन्द् महोदय पठति वा? सप्तविंशतितमे पृष्ठे 91 इति यत्र अस्ति, ह्वे स्पर्धायां शब्दे च ह्वे सप्तम निसमुप निसमुपविभ्यो वः। भगिनि जीमेल् नहि प्राप्तवती। ईमेल् न प्राप्तं वा? हा, न प्राप्तम्। तस्मात् अद्य करपत्रं कृपया वदतु, सो दट् विल् ओपन् इट् अप्। करपत्रं नास्ति भगिनि, तत्र मातुः पुष्पाट पुस्तके। ओके ओके ओके, मम कृते अपि ईमेल् वसन्ते न प्राप्तं वा? ओ, न जाने किमर्थं मया प्रेषितं तत्र। ओ वसन्ति, गतसप्ताहे यदासीत् ततः आगतवती। क्षम्यतां, न जाने मया तु ह्यः प्रेषितमासीत्, किमर्थं न गतम्? अहमपि न प्राप्तवान्। ओ एवं वा, तर्हि तत्र प्रायः न गतमेव। इदानीं प्रेषयामि, तत्र क्षन्तव्यं, न जाने किमर्थं किम् अभवत्। तत्र कुत्र अस्ति मध्ये भगिनि सूत्रं? पेज् 27, एजन्तदातवः इति अस्ति खलु, एजन्तदातवः 27 मध्ये 91, तत्र अग्रिमपृष्ठे 91 धातुः अस्ति खलु, स्वयं स्पर्धायां निसम् उप वि इत्येवं पूर्वात् ह्वेञ् धातोः आत्मनेपदं भवति। निह्वयते, निःसंह्वयते, उपह्वयते, विह्वयते इत्यादि। तत्र निह्वयते इति निश्चयरूपे बुलाता है, संह्वयते इत्युक्ते अच्छी प्रकार से बुलाता है, उपह्वयते समीप बुलाता है, विह्वयते विशेष रूप से बुलाता है। तत्र नी निश्चय रूपेण, सम सम्यक रूपेण, उप इत्युक्ते समीपम् इति अर्थं सूचयितुं, वि इति विशेषं विशेषेण बुलाता आह्वयते। समीचीनं समीचीनं। तत्र आह्वयति आह्वयते इति रूपद्वयमस्ति खलु, आह्वयति आह्वयते। अत्र अग्रिमसूत्रे तत्र किं, तत्र आङ् पूर्वस्य अपि अग्रिमसूत्रे उक्तमस्ति, तदपि एकवारं पठतु। स्पर्धायाम् आङ् इति, स्पर्धायां विषये आङ् पूर्व स्वे तत्र आत्मनेपदं भवति, मल्लो मल्ल, क्वय क्वयते, क्वयते रात्मनेपदं भवति, मल्लो मल्लम् आह्वयते। एक पहलवान दूसरे पहलवान को कुश्ती के लिए ललकारता है। तत्र द्वन्द्वयुद्ध कर्तुम् इच्छन् मल्लः अन्यमल्लम् आह्वयते इति आङ् उपसर्गपूर्व हुयदातुः रूपमस्ति। समीचीनम् इति तत्र स्पर्धायाम् अस्ति चेत् तत्र आत्मनेपदत्वमेव भवति। वस्तुतः ह्वेदातुः उभयपदी अस्ति, उभयपदी धातुः अस्ति। तर्हि ह्वयतिः ह्वयति ह्वयते इति रूपद्वयं सम्भवति, परन्तु यत्र स्पर्धार्थम् आह्वानं भवति तदानीं तु तत्र आत्मनेपदत्वमेव भवति, न तु परस्मैपदत्वम्। अपि च नी सम् उप वि इत्येतेभ्यः अपि क्वे धातोः आत्मनेपदत्वमेव भवति इति अत्र दत्तमस्ति। क्वे धातोः विशेषः भवति वा आह्वयति इति रूपं भवति, तत्र तत्र स्पर्धार्थे नास्ति, स्पर्धार्थे तत् केवलम् आह्वानं, जस्ट् कालिङ्ग्। तस्मिन् अर्थे तु परस्मैपदि आत्मनेपदि द्वयमपि भवति, परन्तु स्पर्धार्थम् आह्वानम् इति वदति चेत् तदानीम् आत्मनेपदत्वम् इति अस्ति। अस्तु तर्हि इदानीं तत्र एकः प्रश्नः भगिनि, अहम् अत्र पश्यामि धातु वे अस्ति, तर्हि इत् आधारेण उभयपदी भवति। आं तदेव उक्तं खलु, उभयपदी अस्ति, तर्हि तथैव उभयपदी अस्ति, तर्हि एव आत्मनेपदी अपि च परस्मै स्वरित वा यदि च भवति तर्हि उभयपदी भवति, तत्र केवलं उभयपदी एव। वये धातुः मूलतः उभयपदी, अतः यदा क्रियायाः फलं कर्तारं प्रति गच्छति चेत् तदानीम् आत्मनेपदत्वं भवति इति सामान्यनियमः अस्ति, परन्तु यत्र उपसर्गसहितः अस्ति तदानीं केवलम् आत्मनेपदित्वमेव भवति। यथा तत्र नी उपसर्गः, सम् उपसर्गः, उप उपसर्गः, वि उपसर्गः, अथवा तत्र आङ् इति उपसर्गः स्पर्धायां तत्र विशेषः अर्थः अस्ति चेत् तदानीं सर्वत्र आत्मनेपदित्वमेव भवति, न तु परस्मैपदि प्रत्ययः। केवलं शनै शनै चिन्तयामि, परन्तु अत्र आत्मनेपदी विषयः अन्यस्थाने अपि भवति यदि उपसर्गायाति। अन्यत्रापि भवति, अत्र अत्र विशेषः कः इति चेत् मूलतः धातुः उभयपदी अस्ति, अतः तत्र आत्मनेपदित्वं तु भवति एव, परन्तु कदा भवति आत्मनेपदित्वम् इत्युक्ते क्रियायाः फलं कर्तारं प्रति गच्छति चेत् तदानीम् आत्मनेपदित्वम् इति वदति सामान्यनियमः खलु, स्वरितनितकत्रभिप्राये क्रियाफले इति सूत्रेण। उभयपदी धातुः अस्ति चेत् क्रियायाः फलं कर्तारं प्रति गच्छति चेत् तदानीम् आत्मनेपदित्वम् इति ज्ञायते, परन्तु एते उपसर्गाः सन्ति चेत् तदानीं केवलम् आत्मनेपदित्वमेव भवति, यद् क्रियायाः फलं कर्तारं प्रति गच्छति वा न गच्छति वा इति तत्र विषयः एव नास्ति, केवलम् आत्मनेपदी भवति। स्पर्धायां स्पर्धायाम् आह्वयति इति न वदामः तावदेव, स्पर्धार्थं यदा आह्वानं भवति तदानीम् आह्वयति इति न वदामः, आह्वयते इति एव वदामः, यतोहि सूत्रमस्ति तत्र, तत् तदर्थमेव अत्र उक्तं मल्लः मल्लम् आह्वयते इति उक्तं खलु, आह्वयते नास्ति, आह्वयते न न आह्वयति आह्वयते इति नास्ति, आह्वयति आह्वयते इति नास्ति, तत्र आङ् उपसर्गपूर्वकः स्वे धातुः अस्ति चेत् तत्र आह्वयते इति एव रूपम्, आह्वयति इति रूपं नास्ति, यत् अपि उपसर्ग अस्ति तर्हि आह्वयते भवति, यदि आह्वयति इति वदति चेत् तत्र स्पर्धार्थं नास्ति, केवलम् आह्वानं तत्र तावदेव, जस्ट् कालिङ्ग् इति अपि भवति आह्वयति इति, परन्तु स्पर्धायाम् इति विवक्षा अस्ति चेत् तदानीम् आत्मनेपदित्वमेव भवति। अस्तु तत्र आङ् उपसर्ग इत्यस्य इदानीं तत्र शोभाभगिनी वदति वा तत्र लङ्गिरूपाणि झटिति। आं भगिनि, आङ् इति उपसर्गपूर्वक आह्वयते इति पदस्य आत्मनेपदी, लङ् रूपाणि आह्वयत आह्वयेताम् आह्वयन्त आह्वयथाः आह्वयेथाम् आह्वयध्वम् आह्वयते आह्वय न न उत्तमपुरुषे किमस्ति उत्तमपुरुषे अवर्ते भवति चेत् आह्वयते न न आह्वा इति अङ्गम् अङ्गं किं पुनः वदतु आह्वय इति अङ्गम् आह्वय वर्त वर्त अस्ति चेत् वर्ते इति क्षमतां तत्र अवर्ते ओ आयोः अस्ति तत्र आयोगः आह्वयते आह्वयते एव किल न न तत्र अङ्गं किम् आह्वय इदानीं प्रत्ययः कः सिद्धप्रत्ययः कः ते न एकवचने नास्ति उत्तमपुरुषे उत्तमपुरुषे सिद्धप्रत्ययः अस्ति इ आह्वये क्षमताम् आह्वये आह्वयावहि आह्वयामहि समीचीनं समीचीनम् अस्तु तर्हि तत्र तावदेव एजन्तधातोः एवमेव सर्वत्र रूपाणि भवन्ति इति वयं जानीमः नूतनं किमपि नास्ति तर्हि तत्र अग्रे गच्छामः तर्हि एजन्तदातवः दृष्टाः इदुपद इगुपददातवः तत्र गतवर्गे अभ्यासः जातः अतः तत्र न प्रविशामः उदुपददातवः एकं स्वीकृत्य पश्यामः उदुपददातवः शुच् शोके शोक्कर्ण शुच् शोके इत्यस्य शुच् धातोः तत्र विधिलिङ् रूपाणि तत्र विनय् महोदय झटिति वदतु विधिलिङ् शुच् ओके शुच् धातु शुच् धातु लघुपदस्य परस्मैपदे अस्ति परन्तु गुण भवति शुच् शोच भवति गुण भवति अतः शोचेत् शोचेत् शोचेतां शोचेयुः शोचैः शोचेतं शोचेत् शोचयं शोच शोचव न शोचयं शोचयाव शोचयोगः न शोचयोगः अत्र शोच भवादिगण शोचयोगः सिद्धप्रत्ययः कः अत्र शो अङ्ग अस्ति शोच यदि अङ्ग शोच अस्ति तर्हि शोचयोग इत् शोचेत् न तत्सर्वं समीचीनं महोदय केवलम् उत्तमपुरुषम् एकवारं वदतु सिद्धप्रत्ययः क्षम्यताम् केवलम् उत्तमपुरुष अथ अथ शोचय शोचेयं शोचयं शोचेव शोचेयम् समीचीनम् अस्तु तर्हि तत्र सर्वत्र उदुपदधातुः अस्ति चेत् तत्र सर्वत्र गुणः भवति एवमेव रूपाणि सर्वत्र अत्र कोऽपि संशयः अस्ति वा अस्तु तर्हि अत्र तत्र बुद्ध धातुम् एकवारं कुर्मः बुधिर्बोधने 197 इति धातुः बुधिर्बोधने बोधति बोधते इति रूपद्वयमस्ति बुधिर्बोधने ज्ञानार्थे अस्ति तत्र बोधते इति अस्ति तत्र बोधते लोटि रूपाणि तत्र मीना भगिनी वदतु लोटि अस्ति वा मीना भगिनी इदानीम् अम्यूट् प्रत्यय आसीत् भगिनि बोधते किं किं लकारः भगिनि लोटि लोट् लकार लोट् लोट् लकार भो आत्मपदे वा बोधतां बोधेतां बोधन्तां बोधस्व बोधेतां बोधद्व बोधे बोधै बोधावहै बोधामहे बोधै बोधावहै बोधामहे समीचीनं समीचीनं तर्हि तत्र एवमेव सर्वत्र गुणः एकं जानीमः चेत् सर्वम् इत्युक्ते अङ्गं किम् इति जानीमः चेत् सर्वं जानीमः अस्तु तत्पश्चात् तत्र ऋतुपदधातवः ऋतुपदधातुषु एकं स्वीकुर्मः तत्र अर्ज् इति धातु न ऋज् ऋज 226 धातुः 226 गतिस्थान स्थानार्जनोप उप अर्जनेषु इति सूत्र इति अर्थः तत्र जाना स्थितो न उपसर्जन अर्जकर्ण धन कमाना इति अस्ति तर्हि तत्र अर्जते इति लटि लटिरूपाणि तत्र उमा भगिनी वदतु अर्जते अर्जेते अर्जन्ते अर्जसि अर्जेथे अर्जद्वे अर्जे अर्जामहे अर्जामहे अङ्गं कथं प्राप्तं तत्र अर्ज ऋकारः रेफा अस्ति अकारः अस्ति अलाङ्ग् वित् दट् रेफा अस्ति सो अर् आगच्छति सो अर्जते समीचीनं गुणः भुगन्धलघुपदस्य च इत्यनेन गुणः तत्र ऋतुपदधातुः इत्युक्ते ऋत् उपदा यस्य सः ऋत् इत्युक्ते ह्रस्व ऋकारः उपदा यस्य यस्य तत्र ऋत् इति उक्तं सप्रकरणम् अस्ति इति कृत्वा ऋत् इत्यनेन ह्रस्व ऋकारः उपदा यस्य सः तादृशदातवः ऋतुपदधातवः इगुपदधातवः इत्युक्ते इक् उपदा यस्य सः उदुपदधातुः इत्युक्ते उत् उपदा यस्य इत्युक्ते उत् इति वदामः चेत् अपरकरणम् अस्ति इति कृत्वा केवलं ह्रस्व उकारस्य ग्रहणं ह्रस्व इकारस्य ग्रहणं ह्रस्व ऋकारस्य ग्रहणम् एते धातवः सन्ति चेत् उगन्तलघुपदस्य च इत्यनेन गुणः भवति अङ्गं भवति तत्सर्वं जानीमः अग्रे तत्र अवशिष्टदातवः अत्र किमपि विशेषः तत्र कोऽपि विशेषः नास्ति केवलं योजनं धातुः विकरणप्रत्ययस्य योजनं तत्र अङ्गं सिद्धं भवति अस्तु चक् चक् इति धातुः अस्ति 248 चक् तृप्तौ तृप्तु होना सन्तुष्ट होना चकति इति रूपम् अस्ति चकति चकति इत्यस्य तत्र लोटिरूपाणि पमेला भगिनी झटिति वदतु चकतु चकतात् चकतां चकन्तु चक चकता एकक्षणम् एकक्षणं पुनः वदतु चक् इति अङ्गम् अस्ति तत्र किमपि गुणः नास्ति यतोहि निगन्त नास्ति उपदापि किमपि नास्ति तर्हि अङ्गं केवलं चक् अस्ति तर्हि लोट् पुनः वदतु विकर्णप्रत्ययसहित अङ्गं विकर्ण चक इति अङ्गं भगिनि चक इति अङ्गं चक क्षम्यताम् अहं चक् इति उक्तवती चक इति अङ्गं तर्हि रूपाणि चकतु चकता चकतां चकन्तु चक चकता चकतं चकत चकानि चकाव चकाम समीचीनं तत्र वयं वदामः खलु तत्र तृप्तिः तृप्तिः इत्यस्मिन् अर्थे अस्ति चकति तृप्तिः इत्यस्मिन् अर्थे अस्ति अत्र वस्तुतः अधुपदधातवः इति उक्तम् इत्युक्ते यत्र धातोः उपदायां ह्रस्व अकारः अस्ति अत्र किमपि महत्त्वं नास्ति यद्यपि तत्र अधुपदधातवः इति उक्तमस्ति परन्तु अत्र महत्त्वं नास्ति यतोहि किमपि कार्यं नास्ति अत्र केवलं योजनमेव अकर्मकः अयं तृप्तौ अकर्मकः तृप्तौ अकर्मकः तत्र चकितः भवति इति वदामः खलु आश्चर्यचकितः तत्र तदपि तद्रूपमपि अनेन एव सिद्ध्यति, धातुः अनेन एव. प्रतिघातः इति उक्तम्. प्रतिघातः रिबौण्ड् इत्यस्मिन् अर्थे उक्तमस्ति प्रतिघातः. परन्तु चकितः इत्यपि रूपमस्ति खलु, आश्चर्यचकितः. तत्र प्रतिघाते प्रतिघाते सकर्मकः, परन्तु तृप्तौ अकर्मकः इत्युक्ते एकः एव धातुः. यदि तत्र अष्टाध्यायी डाट् काम् मध्ये पश्यन्ति चेत् चक् इत्यत्र सकर्मकः इति लिखितमस्ति अष्टाध्यायी डाट् काम् मध्ये. चक तृप्तौ प्रतिघाते च आत्मनेपदी सकर्मकः सेट् इति उक्तमस्ति. तर्हि सकर्मकः इति लिखितम् इति कृत्वा सर्वत्र सकर्मकः एव भवति वा इति चेत् न, तथा नास्ति. तत्र अर्थमनुसृत्य धातुः सकर्मकः वा अकर्मकः वा इति निर्णीयते. अत्र सकर्मकः इति लिखितं चेत् सकर्मकः एव भवति इति नास्ति. धातोः अनेके अर्थाः भवन्ति, तेषु कस्मिन् अर्थे प्रयुक्तः इति विचिन्त्य सकर्मकः वा अकर्मकः वा इति निर्णयः करणीयः इति एकं वक्तुम् इच्छामि. अस्तु, तर्हि तत्र अवशिष्टदातवः तत्रापि किमपि विशेषकार्यं नास्ति, एवमेव सर्वत्र रूपाणि भवन्ति. अस्तु, इदानीं तत्र पेज् 42 मध्ये वद इति धातुः अस्ति. वद व्यक्तायां वाचि, व्यक्तायां वाचि इति धातुः अस्ति. तत्र वद् धातोः विषये उपसर्गसहित अथवा अर्थविशेषे विशेषः अस्ति. यद्यपि मूलतः धातुः परस्मैपदी वदति इति रूपं सामान्यतया वयं जानीमः, अत्र अत्र अर्थः कः इति चेत् व्यक्तायां वाचि व्यक्तवाक् मनुष्याणाम् इति अस्ति. तर्हि व्यक्तवाक् इत्युक्ते कः, कः अर्थः व्यक्तवाक्? कोऽपि जानाति वा व्यक्तवाक्? व्यक्तम् इत्युक्ते प्रकटीकृतम् इति अर्थः. स्पष्टम् इति प्रायः स्पष्टम् इत्यपि अर्थे भवितुम् अर्हति. परन्तु अत्र कस्मिन् अर्थे उक्तमिति चेत् अत्र वाक् चतुर्धा भवति खलु, परा पश्यन्ति मध्यमा वैखरी इति. वाक् चतुर्धा भवति, परा पश्यन्ति मध्यमा वैखरी इति. परा पश्यन्ति वैखरी एव शृणोति, हा वैखरी एव शृणोति. वैखरी वैखरीवाक् एव श्रोतुं, वैखरीवाक् वाचमेव श्रोतुं शक्नुमः, यतोहि तत्र वर्णैः तत् प्रकटितः भवति. परन्तु परा पश्यन्ति वाक् तु योगिगम्यं, योगिगम्यमस्ति. योगिगम्या, योगिगम्या वाक् परा वाक्, पश्यन्ति वाक् योगिगम्या वाक् अस्ति. अतः वयं न श्रोतुं शक्नुमः सामान्यतया. मध्यमवाक्, मध्यमवाक् किम् इति चेत् अस्माकं मनसि यज्जायते तदेव मध्यमवाक्. तद् बहिः न प्रकटितं भवति, मध्यमवाक् एव कारणं भवति वैखरी वाचं कृते, वाचः कृते. वैखरी वाक् इत्युक्ते किं भगिनि? इदानीं यद् भवती वदति तदेव वैखरी वाक्, यद्ध्वनिः भवत्याः मुखतः आगच्छति, यदहं श्रोतुं शक्नोमि तदेव वैखरी वाक्. तर्हि अत्र व्यक्तायां वाचि, व्यक्तायां वाचि इति वदामः चेत् यद् वयं श्रोतुं शक्नुमः तदेव व्यक्तमस्ति. तर्हि अत्र एकवारं तत्र सूत्रं पठामः. तत्र कः पठति इदानीं? तत्र उषाभगिनी पठतु. मम कृते पुस्तकं नास्ति भगिनी, ऐ जस्ट् आर्डर्ड्. अस्तु अस्तु, समीचीनं, क्षम्यतां, विस्मृतं. रूपं विजयलक्ष्मी भगिनी, किं रूपं वक्तुम् इच्छामि भगिनि? अस्तु अस्तु, नास्ति चिन्ता, मया विस्मृतं. तत्र विजयलक्ष्मी भगिनी वदतु, पठतु. आं भगिनि, वद व्यक्तायां वाचि, वद स्पष्ट बोलना, वद वदति, सहस्रोत्तरनवम, तत् किं भगिनि? सहस्रोत्तरनवम् इत्युक्ते अस्माकं धातुपाठे अत्र नोमरी धातुपाठे संख्या का इति अस्तु अस्तु व्यक्तवाक् मनुष्याणां भासनोपसम्भाषा ज्ञानयत्नविमत्युपमन्त्रणेषु वदः भासनादिषु विशेषणेषु सत्सु वदतेः आत्मनेपदं भवति इत्युक्ते वद् धातोः कदा अस्तु भासनं भासनम् इत्युक्ते प्रकाशित होना शास्त्रे वदते शास्त्र उसकी बुद्धि में प्रकाशित होता है उपसभाषा सांत्वना देना कर्मकरान उपवदते ज्ञानम जानना व्याकरणे वदते यत्नः पुरुषार्थः करना क्षेत्रे वदते गेहे वदते विमतिः विवाद करना क्षेत्रे विवदन्ते गेहे विवदन्ते उपमन्त्रणं सलाह करना राजानं उपवदते अत्र भासनम् अनन्तरम् उपसम्भाषा अनन्तरं ज्ञानम् अनन्तरं यत्नम् अनन्तरं विमतिः अनन्तरम् उपमन्त्रणम् इत्येतेषु अर्थेषु वद इति धातोः आत्मनेपदं भवति कथम् इत्युक्ते भासनम् इत्युक्ते प्रकाशित होना यदा पुस्तके किमपि लिखित्वा व्याख्यानं लिखित्वा अर्थम् अवगम्यते तदा तत् प्रकाशित होता है इति वदति वदामः तत्र वदते इति शास्त्रे वदते इति भवति अनन्तरम् उपसभाषा सम्भाषा तत्र उपसम्भाषा तदेव उपसभाषा उपसम्भाषा तत्र तत्र दोषः अस्ति खलु भगिनी मकारः तु अनुस्वाररूपेण किमर्थं लेखितुं शक्यते वैकल्पिकं खलु पदान्तस्य आम् आम् उपसम्भाषा तत्र सान्त्वना देना इत्युक्ते कस्यापि किमपि दुःखः भवति अथवा कष्टः भवति चेत् सान्त्वनार्थम् उपवदते इति प्रयोगः भवति कर्मकरान् उपवदते किमर्थं कर्मकरान् उपवदते आर्डर् करोति इति अर्थे वा भगिनि अत्र उपसम्भाषा इत्युक्ते टु अपीस् आर् टु पर्सुवेड् इति पर्सुवेड् अस्तु कार्यं न करोति इति यदि कर्मकरः वदति चेत् उपवदते इति वा उपवदते कार्यं न कर्तुमिच्छति चेत् यु आर् ट्रैङ्ग् टु कजोल् अपीस् कजोल् अस्तु अस्तु ज्ञानं तत्तु वयं जानीमः व्याकरणे वदते यत्र ज्ञापनार्थं वदामः तदा वदते इति उपयुज्महे अनन्तरं यत्नः यत्नः इत्युक्ते यतते इति यत्नः पुरुषार्थकर्ण क्षेत्रे वदते गेहे वदते एतत्तु न अवगच्छामि यत्नः इत्युक्ते प्रयत्नः इति प्रयत्नः इति स्वीकर्तुं शक्यते प्रयत्नः यस्मिन् क्षेत्रे वदते इत्युक्ते तत्र फील्ड् फील्ड् मध्ये हि टायल्स् इन् द फील्ड् ओ एवं वदते अत्र मुखात् न वदति कार्यं करोति इत्यर्थे वा इति अस्ति अतः वदते इत्युक्ते सर्वत्र तत्र वदनम् इति एव नास्ति अत्र तु कार्यं करोति इत्यर्थः विमतिः हा अवगच्छामि विमतिः इत्युक्ते विवादः, अत्र वाग्विवादः यदा भवति तत्र विमतिः इति भवति. तत्र क्षेत्रे विवदन्ते, अत्रापि क्षेत्रे विवदन्ते इत्युक्ते क्षेत्रे आर्ग्यू करोति क्षेत्रविषये, क्षेत्रविषये, ओ क्षेत्रविषये, तत्र क्षेत्र इद इदं क्षेत्रं मम क्षेत्रम् इति यः एकः वदति, अन्यः वदति नास्ति इदं क्षेत्रं मम इति विवादः अस्ति. क्षेत्रविषये विवादः, क्षेत्रविषये अथवा गृहस्य विषये, भ्राता भ्राता. अस्तु, उपमन्त्रणम् इत्युक्ते सलाह् करना इत्युक्ते टु गिव् अड्वैस् इति अर्थे न वा भगिनि? राजानम् उपवदते, मन्त्रिणः राजानम् उपवदते इति वा? सत्यम् इति वक्तुं शक्यते. एतेषु अर्थेषु वदते इति भवति. न श्रूयते. सलाहकरण इत्युक्ते तत्र टु अड्वैस् आर् टु कोक्स् अण्ड् प्रैसिङ्ग् द किङ्ग्. सलाहकरण अड्वैसिङ्ग् द किङ्ग् इति भवितुम् अर्हति. कोक्सिङ्ग् दि प्रशंसा करना नास्ति, प्रशंसा नास्ति वा? न न, सलाह इत्युक्ते अड्वैस् उपदेशेन, सजेशन्स्. सलाह इत्युक्ते सजेशन्स् अत्र वदति अड्वैस्. हा अस्तु, अड्वैस् इत्यस्मिन् अर्थे अस्ति. तद्विषय तद्विषयम् उत्साहम् आविष्करोति, गेहे वदति एकीकरणं तत्र उपमन्त्रणम्. उपमन्त्रणम् इत्युक्ते रहस्य उपचन्दनम् इति अस्ति. तत्र रहस्यस्य इत्युक्ते टु डिस्कस् इन् सीक्रेट् इत्यपि अर्थः अस्ति. सलाहकरण इत्यत्र टु डिस्कस् इन् सीक्रेट् यथा तत्र सीक्रेट् मन्त्री तत्र राजानं प्रति किमपि वदति तदपि भवति उपवदते इत्यस्य. अत्र पश्यन्ति चेत् अत्र सूत्रे एव दत्तमस्ति विमतिः इति अस्ति. विमतिः इत्यनेन तत्र वि उपसर्गपूर्वकः वद् धातुः अस्ति चेदेव आत्मनेपदत्वं भवति विवादार्थे. विवदते विवदन्ते इत्यस्ति खलु. अनन्तरम् उपमन्त्रणम् इत्यत्र उपवदते इत्यत्र अपि सूत्रे उपमन्त्रणम् इति उक्तत्वात् उप इति उपसर्गपूर्वकः एव भवति उपवदते इति. अस्तु, 43 पेज् अस्ति, 43 पेज् आदौ. अस्तु भगिनि, धन्यवादः. अस्तु, इदानीम् एतेषु विशिष्टेषु अर्थेषु अत्र किम् अवगतम् इति चेत् वद धातोः न केवलम् एकः अर्थः परन्तु बहवः अर्थाः सन्ति. तर्हि विशिष्टार्थेषु आत्मनेपदित्वं भवति, उपसर्गसहितम् अस्ति चेदपि आत्मनेपदत्वं भवति इति अवगन्तुं शक्यते. अस्तु, अग्रे अरुणा भगिनी. आं भगिनि, नमस्कारः. वक्तावाचां समुच्चारणे वक्तावाचां वक्तवाचां सः उच्चारणे वदतेः आत्मनेपदं भवति. अत्र अन्यसूत्रमस्ति व्यक्तवाचां समुच्चारणे वदातु एव व्यक्त व्यक्तवाचा उदाहरणम् उदाहरणं पठतु. सम्प्रवदन्ते ब्राह्मणाः, ब्राह्मणा परस्पर मिल्कर् उच्चारण कर्ते है. ओके, वक्तायां सः उच्चारणे वदतेः अत्र केवलं समूहः अस्ति चेत् एव भवति भगिनि. सत्यं, इत्युक्ते यत्र समूहरूपेण सर्वे सः उच्चारणम् इत्युक्ते वेदस्य विषये एव तत्र प्रायः एव एतादृशप्रयोगः अस्ति. सम्प्रवदन्ते ब्राह्मणाः इत्युक्ते तत्र वेदस्य यदा सम उच्चारणं भवति सर्वेषाम् एकध्वनिरूपेण यदा आगच्छति तदानीं तत्र आत्मनेपथत्वं भवति अत्र सम्प्रवदन्ते इति अत्र लिखितमस्ति किन्तु केवलं प्र अस्ति चेत् न भवति प्रवदन्ति धीराः प्र अस्ति इति न भवति सम्प्रवदन्ते इति लिखितमस्ति खलु आम् सम् विसर्गं सम् एवं प्र उभयोः अवश्यं भवति सत्यम् अत्र उदाहरणद्वयं दत्तमस्ति काशिकायां सम्प्रवदन्ते ब्राह्मणाः सम्प्रवदन्ते क्षत्रियाः इति उभयत्र सम् उपसर्गपूर्वकः प्रवदन्ति धीराः इत्यादि तत्र एस्मिन् अर्थे नास्ति परस्परं मिल्कर् बोल्ना नास्ति नास्ति सह उच्चारणं सम उच्चारणं भवेत् तदानीमेव समेव सह सह उच्चारणं भवति अस्तु अरुणा भगिनी अग्रिमं पठतु अनोरा अनोरा कर्मकात् अनुपूर्वात् वदतेः अकर्मकात् रक्त वाक् विषयात् आत्मनेपदं भवति अनुवदते कण्ठः कालपस्य कलापस्य जैसे कला साहि वैसे ही उसके पीछे खट शाकाध्यायी बोलता है हिन्दी न जानामि सम्मतं संस्कृतं सुलभमस्ति अनोर् अकर्मकात् अनुपूर्व वद् धातु अकर्मकम् अस्ति ततः वक्ता वाक् विषयात् आत्मनेपदमेव भवति समीचीनं तर्हि अनुपूर्वकः वद् धातोः अकर्मकप्रयोगे व्यक्त वाक् विषये आत्मनेपदत्वमेव भवति इति अत्र अत्र उदाहरणे किम् उक्तमिति चेत् अनुवदते कटः कलापस्य इत्युक्ते तत्र वेदस्य विषये एव इदानीमपि वदन् अस्ति तत्र कलापशाखा इति अस्ति यः कलापशाखा शाखाध्यायी अस्ति सः वदति अन्यः अन्यशाखा कश्चन अस्ति कटशाखा अस्ति सः अनुवदते अनु उच्चारणम् एकः वदति अन्यः तस्य अनन्तरं वदति यथा तत्र अनु इति वदामः चेत् तत्र पश्चात् इति अर्थे अस्ति खलु पश्चात् एकः किमपि करोति अन्यः तस्य अनन्तरं करोति तर्हि तत्र अनु इति प्रयोगः अनु इति उपसर्गस्य प्रयोगः एतादृशप्रयोगे अकर्मकप्रयोगे अनुवदते इति रूपम् अस्तु अग्रे धन्यवादः धन्यवादः भगिनि अग्रे लक्ष्मी भगिनी अग्रे पठतु आं भगिनि नमस्ते भगिनि नमस्कारः विभाषा विप्रलापे वक्तवाचां विप्रलापात्मके विरुद्धार्थके सहोच्चारणे वदतेः आत्मनेपदं भवति विप्रवदन्ते सांवत्सराः विप्रवदन्ति संवत्सराः ज्योतिषी लोक परस्पर मिलकर विरुद्ध कथन करते हैं भाषा विप्रलापे विप्रलाप वक्ता वाचां विप्रलापात्मके विरुद्धार्थके सहोच्चारणे वदते हैं आत्मनेपदं भवति वद धातुः आत्मनेपदरूपं भवति यत्र विप्रलातात्मके विरुद्धार्थके सहोच्चारणे उच्चारणसमत्वमपि भवेत् तत्र विरुद्धार्थकः अपि भवेत् विरुद्धार्थकः अर्थः इति भावयामि विरुद्धार्थक अर्थः अपि अस्ति समोच्चारणमपि यत्र भवति वद् धातुः आत्मनेपदं भवति इति उक्तम् उदाहरणं विप्रवदन्ते सांवत्सराः पुनः विप्रवदन्ति सांवत्सराः अत्र हा ज्योतिषीलोक परस्पर मिलकर विरुद्ध कथन करते हैं इत्युक्ते यत् उक्तमस्ति तत् विरुद्धकार्यमस्ति तस्मिन् अर्थे समोच्चारणं कुर्वन्ति इत्यस्मिन् अर्थे संवत्सराः प्रवदन्ते संवत्सराः प्रवदन्ति इति उक्तं विभाषा इत्यनेन अत्र अन्यतरस्य आप्शनल् अस्ति एकस्मिन् पक्षे परस्मैपदीरूपम् एकस्मिन् पक्षे आत्मनेपदि च भवति इति वा सत्यम् इत्युक्ते तत्र समूहः अस्ति एकः समूहः किमपि वदति एवं भव किमपि तत्र एवं भवेत् इति एकः समूहः सः उच्चारणं करोति अन्यसमूहः तथा नास्ति इति वदति तत्तर्हि एतादृशसन्दर्भेषु विरोधः प्रतिभासते तदानीं विप्रवदन्ते इति आत्मनेपदित्वं विकल्पेन भवति विप्रवदन्ते अथवा विप्रवदन्ति तत्र सह उच्चारणमपि अस्ति सह उच्चारणमपि अस्ति किन्तु विरुद्धरूपेण कुर्वन्ति इति तत्र एकः एव किं विप्रवदन्ते लम्बकर्णोरिव इति अस्ति एवं समीचीनं समीचीनम् अस्तु तर्हि तत्र सह उच्चारणस्य विषये अस्ति तर्हि तत्र समूहः नास्ति सह उच्चारणं नास्ति चेत् एतादृशं न भवति तत्र केवलं परस्मैपदे एव भवति इत्युक्ते तत्र क्रमेण एकः वदति तदनन्तरम् अन्यः वदति इति विरोधं प्रदर्शयति इति चेत् तदानीं विप्रवदन्ति एव भवति हा अस्तु अग्रिममपि पठतु आम् अपाद् वदः अपपूर्वात् वदतेः कर्त्रभिप्राये क्रियाफले आत्मनेपदं भवति धनकामो न्यायम् अपवदते धनकालोभी न्याय छोड़कर बोलता है अकर्त्रभिप्राये क्रियाफले परस्मैपदमेव भवति अपवदति छूट बोलता है अपाद् वदः अत्र अस्मिन् अत्र एतत् सूत्रं किं वदति इति चेत् अप अप इति उपसर्गः भवति ततः परं वद् धातुः अस्ति चेत् कर्तृभिप्राये क्रियाफले इत्युक्ते तस्य क्रियायाः फलं कर्तारं प्रति गच्छति चेत् आत्मनेपदं भवति तथा नास्ति अकर्तृभिप्राये अस्ति चेत् क्रियाफलम् अन्येषां कृते गच्छति चेत् परस्मैपदं भवति अतः अत्र धनकामो न्यायम् अपवदते अत्र धनकामः अस्ति सः न्यायम् अपवदते अत्र अपवदते इत्यस्य वदधातुः आत्मनेपदरूपं प्राप्यते यतः धनकामः तस्य क्रियायाः अपवदते इत्यस्य क्रियायाः फलं धन कामे एव गच्छति इति कारणात् अत्र अपवदते इति रूपम् अर्थः धनकालोपि न्याय चोड्कर् बोल्ता है न्यायं विहाय सः वदन् अस्ति इत्यस्मिन् अर्थे धनकामो न्यायम् अपवदते इति आत्मनेपदीरूपं यत्र न्याय अपवादेन धनम् अर्जयिष्यामि इति मन्यते इत्युक्ते न्यायस्य त्यागं कृत्वा अहं धनसम्पादनं करोमि इति यः चिन्तयति तत्र स्वस्य लाभार्थं तदानीम् अपवदते इति रूपम् न्यायरूपेण सः धनम् आर्जयति इत्यस्मिन् अर्थे अपवदते न्यायरूपेण नास्ति न्यायरूपेण अन्यायरूपेण न्यायं त्यक्त्वा अन्यायमार्गेण इत्युक्ते एकः अधिवक्त्रा अस्ति इति चिन्तयतु लायर् तत्र सः न्यायस्य विरोधे किमपि वदति किमर्थं वदति धनसम्पादनार्थं वदति खलु धनस्य लोभः अस्ति इति कृत्वा तादृशं वदति न्यायविरुद्धं वदति तदानीम् अपवदति तर्हि अपवदते इति आत्मनेपदत्वमेव भवति तत्र इत्युक्ते तस्य फलं स्वम् एव प्राप्यते कर्तारं प्रति एव गच्छति इति कारणात् तर्हि अग्रिममपि पठतु अग्रिमसूत्रम् विभाषोपपदेन प्रतीयमाने स्वरितन्यतः इत्यतः आरभ्य अनुपसर्गाज्ञः इत्यन्तैः पञ्चभिः सूत्रैः आत्मनेपदं विहितं तत् समीपोच्चारितेन पदेन क्रियाफलस्य कर्तृगामित्वे द्योत्ति क्षम्यतां द्योत्तिते वा स्यात् समीपे श्रूयमाणं पदान्तरम् उपपदम् अत्र विभाषोपपदेन प्रतीयमाने पञ्चसूत्राणि सन्ति तैः सूत्रैः आत्मनेपदं विहितं भवति तत् कदा भवति इति चेत् समीपोच्चारितेन पदेन इत्युक्ते उपपदं किम् अस्ति तेन कारणेन आत्मनेपदं भवति एतैः पञ्चभिः सूत्रैः इति उक्तम् अपि च अत्र क्रियाफलं कर्तारं प्रति च गच्छति तादृशसन्दर्भे एकक्षणं वदामि भगिनि अत्र अत्र सामान्यतया आत्मनेपदत्वं कदा भवति इति वयं जानीमः तत्र स्वरितनितकर्तृभिप्राये क्रियापले इति मुख्यसूत्रमस्ति तत्र अन्यानि सूत्राणि अपि सन्ति ते तत्र तैः सूत्रैः साक्षात् उक्तमस्ति एतादृशसन्दर्भेषु यत्र क्रियायाः फलं कर्तारं प्रति गच्छति तदानीम् आत्मनेपदत्वम् इति तत् सूचनार्थम् इत्संज्ञा ञकारः अपि अस्ति ञित् अपि अस्ति सत्यं परन्तु अत्र किम् उक्तमिति चेत् यत्र अत्र वाक्ये एव उक्तमस्ति यदि उदाहरणं पठति चेत् स्वं पुत्रम् उपवदति इति उक्तमस्ति अपवदति स्वं पुत्रम् अपवदति इति उक्तमस्ति तर्हि अत्र किं पदमस्ति स्वम् इति उक्तमस्ति स्वम् इति उक्तत्वात् तत्र क्रियायाः फलं स्वस्य कृते एव अस्ति इति स्पष्टतया ज्ञायते किन्तु स्वं पुत्रं खलु कर्तारं पुत्रम् इत्युक्ते स्वम् इति वदामः चेत् तत्र पुत्रं तत्र ममत्वम् अस्ति खलु तत्र तर्हि पुत्रस्य किमपि पुत्रस्य कृते किमपि वदति चेत् तस्य फलं स्वस्य कृते एव अस्ति इति ज्ञायते यत्र स्वम् इति वदामः चेत् स्वस्य कृते इति अर्थः यदि माता पुत्रं वदति इति वदति चेत् तत्र तु तादृशज्ञानं न भवति स्वस्य कृते वा वदति वा परस्य कृते वा वदति वा इति न ज्ञायते परन्तु यत्र स्वम् इति पदस्य प्रयोगः भवति तदेव उपपदम् इति वदामः तर्हि तादृशसन्दर्भेषु यत्र स्वम् इति उपपदम् अस्ति तदानीं स्वम् इत्यनेन स्वस्य कृते एव किमपि करोति इति अर्थः ज्ञायते खलु अतः तादृशसन्दर्भेषु विकल्पेन आत्मनेपदित्वं वा भवति उभयपदित्वं वा भवति इति अत्र उक्तम् अतः स्वं पुत्रम् अपवदति अथवा स्वं पुत्रम् अपवदते इत्युक्ते उपपदम् इति अत्र स्वम् इति अस्ति तेन उपपदेन अत्र विभाषारूपे विभाषा भवति आत्मनेपदम् अपि च परस्मैपदं वदधातोः अस्तु तर्हि वदधातोः विषये विशेषः अस्ति अर्थविशेषाः सन्ति एतेषु विषयेषु अत्र आत्मनेपदित्वं भवति नो चेत् विकल्पेन भवति इति वक्तुं शक्नुमः इति स्मर्तव्यं तावदेव अत्र अस्तु तर्हि अग्रे 45 पृष्ठे अत्र विजया भगिनी पठति वा 45 पठामि भगिनि उद्विभ्यां श्रूयते वदतु उद्विभ्यां संख्या किं भगिनि 45 अस्तु अस्तु तप् धातोः विषये तप सन्तापे आमामाम् उद्विद्भ्याम् अस्तु उद्विद्भ्यां तपः उद् वि इत्येवं पूर्वात् तपरे अकर्मक तपरः तपरे तपतेः अकर्मकादात् आत्मनेपदेन आत्मनेपदम् उत्तपते खूब् गरम् होता है अधिकम् उष्णम् अस्ति इति वित्तपते विशेषरूपसे गरम होता है, विशेष रूप से गरम होता है। अत्र उद्भिद् उद्विभ्यां तपः, तीव्र तपः अस्ति इति इति अर्थे आगच्छति खलु महोदय? आम् सत्यम्। तत्र तप्पुधातोः उत् उपसर्गपूर्वकः वि उपसर्गपूर्वकः अकर्मकप्रयोगे, अत्र कर्मपदं न स्यात्, अकर्मकप्रयोगे आत्मनेपदत्वं भवति, उत्तपते इतपते इति रूपेण। तर्हि वितपते इत्यस्य तत्र लटी रूपाणि वदति वा? तपते वा भगिनि? वितपते, वितपते, वितपते, वितपेते, वितपन्ते, वितपसे, वितपेते, वितपद्वे, वितपे, वित वि वितपे, वितप तपावहे, वितपामहे। समीचीनं समीचीनं समीचीनम्। अस्तु भगिनि, अस्तु, धन्यवादः। अन्य कोऽपि अस्ति वा तत्र यः न पठितवान्? अहम् अस्मि भगिनि। कः? उषा, उषा भगिनी, क्षम्यताम्, उषा भगिनी, उषा भगिनी, भवती तत्र लङ्गि वदतु। वि तपते लटि, लटि रूपं वि योगः इदानीं लङ् लङ् या वि योगः अयोगः तपत, सो व्यतपत, व्यत व्यतपत, व्यतपे, व्यतपयेतां, व्यतपन्त, व्यपताः, व्यपेत्थां। न न न, अत्र अत्र अङ्गं किम् इति पुनः एकवारं स्मर स्मरतु, अङ्गं किम्? अङ्गं वियोगः अयोगः तप, सिद्धप्रत्ययः थ इताम् अन्त आत्मनेपदे। न न, अङ्गं वदतु, अङ्गं वदतु। व्यतप, व्यतप न विस्मरतु, व्यतप, व्यतप, व्यतप, व्यतपत, व्यतपत, व्यतपेतां, व्यतपन्त, व्यत, व्यतपा तपथाः, व्यतप तपेतां, व्यतपद्वं, व्यतपे, व्यतपावहि, व्यतपामहि इति अस्ति। समीचीनम्, समीचीनं। तर्हि इदानीं तत्र विधिलिङ्गि अपि वदतु। व्यतप इति अङ्गं न न न न ओ सारि सारि वि योग तप वितप वितपेत ईत याता मीरन् वितपेत वितपे यातां वितपेरन् वितपेत वितपेताः वितपेयातां वितपेद्वं वितपेय वितपेय वितपेवहि वितपेमहि इति अस्ति। समीचीनम्, धन्यवादः। तर्हि तत्र तपधातोः एक प्रश्नः अस्ति, अत्र आटश्च न आयाति वि उपरान्त्? तप्धातुः अजादिः नास्ति खलु? तप्पुधातुः अजादिः अस्ति चेत् आटश्च आड अजादीनाम् इति सर्वम् आयाति, अत्र तप्पुधातुः अजादिः नास्ति खलु? अजादि नास्ति। धन्यवादः, अस्तु। अग्रिमपृष्ठे 46 पृष्ठे मध्ये त्रीणि सूत्राणि सन्ति, तत्र अरविन्द महोदय पठतु। व्याङ्परिभ्यो रमः वि आङ्परि इत्येवं पूर्वात् रमेः परस्मैपदं भवति, विरमति रुक्ता है, आरमति खेलता है, परिमति चारों ओर खेलता है, रम धातु अस्ति रम क्रीडायां, तत्र वि आङ्परि त्रीणि उपसर्गपूर्वात् रमेः रम धातोः परस्मैपदं भवति, रमुक्रीडायां साक्षात् आत्मनेपदम् अस्ति चेदपि अत्र उपसर्गयुक्त रम् धातोः वि आङ् परि अस्ति चेत् परस्मैपदं भवति. उदाहरणमस्ति विरमति, आरमति, परिमति, परिरमति इति. तदनन्तरम् उपाञ्च इति उपसर्गात् पूर्वात् सेम् रमे धातोः परस्मैपदं भवति. उदाहरणमस्ति देवदत्तम् उपरमति. अत्र उपरमति इत्युक्ते निष्कासकर्म, निष्कासनम् इत्यर्थे अस्ति वा देवदत्तम् उपरमति? उपरमति इत्युक्ते टु रिफ्रेन्, टु रिफ्रेन्. अटातः इत्युक्ते टु मूव् औट्, टु रिफ्रेन्, टु रिमूव् रिफ्रेन्. देवदत्तम् उपरमते, सः देवदत्तम् उपरमते इत्युक्ते हि स्टाप्स् देवदत्त. He refrains him from doing something. तत्र वेदान्ते अपि वदामः खलु उपरमः इति. उपरमः अस्ति, तितिक्षा, उपरमः, समाधानं, श्रद्धा, उपरमः इति. तत्र रेफ्रेनिङ्ग् इत्यस्मिन् अर्थे एव अस्ति खलु. अस्तु. विभाषाकर्मकात् इति उपपूर्वात् रमतेः कर्म अकर्मकात् वा परस्मैपदं भवति. यावत् यावत् भुक्तम् उपरमति, यावत् भुक्तम् उपरमते इति विकल्पेन परस्मैपदम् अस्मैपदं प्रयुक्तं चिन्तं भवति. उपपूर्वात् इति रम् धातोः अत्र अर्थस्य भेदः एव नास्ति इति चिन्तयामि. तत्र यावत् भुक्तम् इति उपरमति इति अस्ति. तत्र उपरमति विश्राम मीनिङ्ग् अस्ति वा तत्र? अकर्मकप्रयोगः इति उक्तं. तत्र विशेषः कः इति चेत् अकर्मकप्रयोगः. पूर्वस्मिन् तु उप इत्यत्र तु अकर्मकप्रयोगः नास्ति तत्र, परन्तु यदा अकर्मकप्रयोगः भवति तदानीं परस्मैपदमेव भवति. यथा तत्र यावद्भुक्तम् उपरमते, सः यावद्भुक्तम् उपरमते इति उक्तं खलु. यावद्भुक्तम् विभाषा इत्युक्ते विकल्पेन भवति, विकल्पेन भवति, उभयता अपि साधु साधु. तर्हि रम् धातुः मूले तु आत्मनेपदी एव अस्ति, परन्तु एतेषु उपसर्गसहितः अस्ति अथवा अकर्मकप्रयोगः अस्ति चेत् परस्मैपदमपि भवति इति स्मर्तव्यम्. उपरमति, परिरमति, विरमति, अनन्तरम् उपरमते, उपरमति इति तादृशरूपाणि सन्ति. अस्तु अस्तु, तर्हि अग्रे शुभवग्नि अग्रे पृष्ठे 47 पृष्ठे उदश्चरः सकर्मकात्. आम्, उदश्चरः सकर्मकात् उत् पूर्वात् चरतेः सकर्मकक्रियावचनात् आत्मनेपदं भवति. गुरुवचनम् उच्चरते, उच्चरते, उच्चरते, गुरु की बात बात ना मानकर चला जाता है. तत्र उदश्चरः इति पदे उत्पूर्वात् चरतेः अस्तु, उतः चरः इति. यदि उत् उपसर्गः पूर्वं भवति अपि च तदनन्तरं चर् धातोः उपयोगं भवति, तदा सकर्मकक्रियावचनात् आत्मनेपदम् एव भवति. यथा तत्र गुरुवचनम् उच्चरते इति, गुरोः वचनम् उच्चरते इत्युक्ते तत्र मान्कर् गुरुः किमपि वदति, गुरुः किमपि वदति तस्य तिरस्कारं कृत्वा गच्छति. उत् सामान्यतया उत्सर्गः इति तत्र उत्सर्गः इत्यस्मिन् अर्थः कथं भवति भगिनि? उत् इत्यनेन अत्र तु भिन्नम् इति वा? न, अत्र चर् धातोः विषये अस्ति. चर् गत्यर्थकः धातुः, चरति इति रूपमेव अस्ति, परस्मैपदीरूपमेव अस्ति. परन्तु उत् उपसर्गपूर्वकः चर् धातुः अस्ति चेत् तदानीं सकर्मकप्रयोगे आत्मनेपदमेव भवति. सकर्मक उत् उपसर्गपूर्वक सकर्मक उपयोगे आत्मनेपदं भवति. अस्तु, अपि च अर्थः अस्ति एतादृशम्. अग्रिमं पठतु. समस्रुततया युक्तान् युक्तात् इति समस्रुततया युक्तात् इति समस्तृतीया युक्तात् इति सूत्रं सम्पूर्वात् चरतेः तृतीया युक्तात् आत्मनेपदं भवति. अश्वेन सञ्चरते, घोडे से चलता है. अस्तु, तत्र सम् उपसर्गपूर्वात् सम्पूर्वात् चरतेः चर् धातोः चरते आत्मनेपदे रूपं तृतीया युक्तात् आत्मनेपदं भवति. तृतीयविभक्तेः प्रयोगे आत्मनेपदं भवति यथा अश्वेन सञ्चरते इति समुपसर्गपूर्वकम् अस्ति चेत्. पुनः तृतीयविभक्तिः अस्ति चेदेव भवति, तृतीयविभक्तिः नास्ति चेत् न भवति. तदानीं सञ्चरति इत्येव भवति. तत्र यथा अश्वः सञ्चरति अथवा अश्वेन सञ्चरते. अश्वः सञ्चरति अश्वेन सञ्चरते इति अस्ति. भेदः किं भगिनि? भेदः किम् अश्वेन सञ्चरते? न, भेदः आत्मनेपदी वा परस्मैपदी वा इति. अर्थभेदः नास्ति वा? अर्थभेदः नास्ति. सञ्चरति सञ्चरते इति अर्थभेदः नास्ति. अत्र अर्थविशेषे नास्ति, अर्थविशेषे एव भवति इति न उक्तं. चर्धातोः यः मूलः अर्थः अस्ति सः एव अर्थः अत्र. परन्तु सम् उपसर्गपूर्वकः चर्धातु सम् इति वदामः चेत् तत्र सम्यक् चरति इत्यस्मिन् अर्थे चरति इति सामान्य अर्थः. अत्र सम् उपसर्गपूर्वकः अस्ति इति कृत्वा सम्यक् चरति. परन्तु सम्यक् चरते इति भवति यदा तृतीयविभक्तिः पार्श्वे अस्ति. अस्तु, तर्हि ततः अग्रे गच्छामः चेत् एते सर्वे अवशिष्टदातवः एव. अग्रे गच्छामः चेत् 51 पेज् मध्ये एकं सूत्रमस्ति. तत् सूत्रं तत्र मीना भगिनी पठतु. प्राद्वहः प्रपूर्वात् वहेः धातोः परस्मैपदं भवति. प्रवहति बह्ताः ऐ मीन् यदा प्र उपसर्गम् अस्ति चेत् वह् धातोः पूर्वं प्र उपयो अस्ति चेत् तत्र परस्मैपदं भवति प्रवहति. अर्थं प्रवहति विशेषार्थं किं न प्रवहति इति कदा वदामः वयम्? प्रवहति नदी प्रवहति किं? नदी प्रवहति. अरविन्द महोदय किं? तदेव नदी प्रवहति. नदी प्रवाहः. नदी प्रवाहः सत्यं. नदी प्रवहति इति प्रवाहः इति तस्मिन् अर्थे अस्ति. प्रवहः इति वह् धातोः अन्यः अपि अर्थः अस्ति खलु. भारं वहति इत्यपि अस्ति खलु. भारं वहति तत्र सकर्मकप्रयोगः अस्ति. वहति वह् धातोः परन्तु यद् प्रवाहः इति वदामः चेत् तत्र सक अकर्मकप्रयोगः अस्ति, परपूर्वकः वः धातोः अकर्मकप्रयोगः. एतादृशस्थलेषु आत्मनेपदित्वं नास्ति, प्रवहति इति परस्मैपदे एव, प्रवहते इति न वदामः, प्रवहति इत्येव वदामः. नदी प्रवहति इति वदामः, न तु नदी प्रवहते. अस्तु अस्तु, तर्हि वहते इत्यस्य, वहते इत्यस्य लोटिरूपाणि वदतु भवत्येव. वहते वहतां वहेतां वहन्तां वहस्व वहेतां वहद्वं वहै वहावहै वहामहे. पूर्वमपि भवति, लोटि एव उक्तवती खलु. अस्तु तर्हि विधिलिङ्ग् वदतु. विधिलिङ्ग् वहे ईतयातां वहेत वहेय वहेत वहेयातां वहेरन् वहेताः वहेयातां वहेद्वं वहेय वहेवहि वहेमहि. उत्तमम्. अस्तु इदानीम् अग्रे 62 पेज् मध्ये द्विषष्टितमे कृते अस्तु, इदानीं तत्र कः तत्र उमा भगिनी भवती पठतु. 62 पेज् मध्ये क्रीड् धातुः वह धातोः ऊढवान् इत्यर्थे अपि वह धातु एव खलु, यदा विवाहः भवति विवाहः. वह धातोः बहवः अर्थाः सन्ति खलु, तत्समये वहति भवति वा वहते भवति वा, केवलं प्र इति उपसर्गः अस्ति चेदेव तत्र प्रवहति, हा प्रवहति इति भवति, अन्यत्र सर्वत्र वहति वहते भवितुमर्हति. परन्तु ऊढवान् इत्यत्र तत्तु तव तु प्रत्यान्तरूपमस्ति खलु, तत्र लटी वक्तुमिच्छति वा. ऊढवान् लटी वहति इति एव ऊढवान् इति भवति खलु, भवति चेत् वहते इति भवति चेदपि ऊढवान् इत्येव. तत्र तव तु प्रत्ययः तत्र लटी एव, तत्र परस्मैपदी आत्मनेपदी, तत्र तव तु प्रत्यय तु तादृशं नास्ति खलु. आम् आम् परन्तु विवाहः इत्यस्मिन् अर्थे लटीप्रयोगः भवति वा इति चिन्तनीयम्. सामान्यतया ले जाना इति अस्ति खलु, तद् ऊढवान्, तदर्थे एव विवाहः इत्युक्ते नयति इति अर्थे एव खलु. सत्यं सत्यं, यद्भवती वदति तत्सर्वं सत्यमेव, तव तु प्रत्ययः अस्ति चेत् तादृश अर्थः भवति. परन्तु लटि तत्र वहति इति, वहति वहते इति स्वीकृत्य वाक्यं, विवाहार्थे वाक्यं कथं रचनीयम् इति चिन्तनीयम्. अस्ति वा मनसि किमपि वाक्यम्? अहं तु ऊढवान् इत्येव श्रुतवती. अहमपि वदामि ऊढवान् इत्यत्र क्लेशः नास्ति, परन्तु वहति वहते इति स्वीकृत्य तादृशप्रयोगः न दृश्यते इति मन्ये. संवहते इति प्रायः अस्ति वा? संवहते इति आत्मनेपदत्वं कथम् अनेन सूत्रेण वा? प्रवहते इत्येव उक्तं खलु, संवहते इति कुत्र उक्तम्? अनेन सूत्रेण इति न जानामि. संवहते इत्यस्य अर्थः विवाहम् इत्यस्मिन् अर्थे भवति लटि. संवहते इति वा, कुत्र अस्ति प्रयोगः, तादृशप्रयोगः? कुत्रापि संवहते इत्यपि अस्ति, सत्यं, कोशे मध्ये संवहते इत्यपि दृश्यते. संवाहनं, संवाहनं इति अस्ति, संवहते इति न दृश्यते, संवाहनम् इत्यस्ति. सम् उपसर्गपूर्वक सम् उप इत्युक्ते वहधातोः रूपद्वयमस्ति खलु, वहति वहते इति अस्ति, अतः सम् उपसर्गपूर्वकः वहते इति भवितुमर्हति. तत्र तु विशेषः न उक्तः, परन्तु प्रवहति इत्यस्मिन् विषये एव प्रवहते इति रूपं नास्ति इति उक्तम्. अन्यत्र सर्वत्र रूपद्वयमपि सम्भवति खलु, यतोहि धातुः उभयपदी अस्ति, अतः तत्र अन्य उपसर्गः अस्ति चेत् रूपद्वयं सम्भवति, परन्तु केवलं प्र इति उपसर्गस्य विषये प्रवहति इत्येव रूपम् इति उक्तं खलु. आं भगिनि, तदेव अस्ति. हा तावदेव. अतः संवहते इति रूपमस्ति, संवहति द्वयोः अपि संवहति अपि द्वयमपि अस्ति, संवहति संवहति. अतः अन्य यः कोऽपि उपसर्गः भवतु तत्र रूपद्वयं सम्भवति, परन्तु केवलं प्र इत्यस्य विषये केवलं परस्मैपदे एव भवति इति उक्तम्. अस्तु, तर्हि इदानीम् अग्रे उमा भगिनी, प्राप्तं वा? पठामि. पठतु. क्रीडोनु सम्परि परिभ्यश्च अनु सम्परि आङ् इत्येवं पूर्वात् क्रीडृ विहारे इत्येतः तस्मात् आत्मनेपदं भवति. अनुक्रीडते साथ मे खेलता है, सम क्रीडते मस्त होकर खेलता है, परिक्रीडते खूब खेलता है, आक्रीडते खेलता है. अत्र क्रीड क्रीड क्रीडृ धातु परस्मैपदि क्रीडति, किन्तु अनु सं परि आङ् पूर्वे अस्ति चेत् आत्मनेपदं भवति इति अस्ति, अतः विशेषः अस्ति. अतः परिक्रीडते, सङ्क्रीडते, अनुक्रीडते, आक्रीडते इत्यादीनि अपि रूपाणि सन्ति इति अवगन्तुं शक्नुमः. अर्थः तु तादृशः एव, विशेषः अस्ति नास्ति. अस्तु, तर्हि इदानीम् अग्रे तत्र क्रीडति इत्यस्य रूपाणि तु सरलानि एव, किमपि नास्ति. तर्हि सङ्क्रीडते, सङ्क्रीडते इत्यत्र तत्र किं लङ्गीरूपाणि वदतु. सम् आ क्रीडते, समा क्रीडते, किं किं समा क्रीडत, किमर्थं समा सम् लङ् लङ् रूपं न आदर्श आ अष्टुकं सो आ अष्टुकं किमर्थम् आ अष्टुकं सम् प्लस् आ न दातु समक्रीडत आत्मनेपदि समक्रीडत समक्रीडेतां समक्रीडन्त समक्रीडताः समक्रीडेतां समक्रीडध्वं समक्रीडे समक्रीडावहि समक्रीडामहि. उत्तमं, बहु समीचीनं, भवती अवगतं. तर्हि तत्र क्रीडधातुः अजादिः नास्ति, धातुः कीदृशी इति, धातुः कीदृशः इति तत्र द्रष्टव्यं भवति. क्रीडधातुः अजादिः नास्ति, अतः केवलम् अडागमः एव भवति, न तु आडागमः. सोरि सोरि, धातुः अजादिः अस्ति चेदेव आडागमः भवति, अन्यत्र नास्ति. अस्तु, हा, तर्हि अत्र तत्र इतोपि तत्र एकं सूत्रमस्ति, तत्र अस्तु अस्तु तत्र 81 पृष्ठसङ्ख्या, 81 पृष्ठसङ्ख्या, तत्र विनय महोदय पठति वा उपसर्गात् ऊह् इति धातोः विषये. उपसर्ग उपसर्गात् उपसर्गात् असत्यु यो वा असत्युर्ह्योः वा वचनं स उपसर्गात् अस्मात् आत्मनेपदं वा समूहते समूहते निरस्यति निरस्यति निरस्यते भवति अत्र एकक्षण ऊह अत्र धातुद्वयमस्ति अस् धातुः ऊह् धातुः अस्त्योः अस् धातुः अस्ति इति तत्र स्टिपा अस्त्यो अस्त्यूहोः इति अस्ति खलु अस्त्यूहोः अस्त् धातु अपि च ऊह् धातुः अस्त् धातु धातुद्वयम् अस्त् अपि च ऊह् धातु उपरि ऊहते परन्तु अत्र उपसर्ग कारणेन परस्मै अपि च उभयपदी भवति उपसर्ग सम् वा निर्भवति सम् वा निर् परन्तु धातु ऊह अस्ति ऊहतः जानीमः श्रुतवान् विचारकरण ऊह धातुः अस्ति उपसर्ग यदि आयाति तर्हि उभयपदी भवति परन्तु उपसर्ग विना स्पष्टतया अत्र आत्मनेपदी भवति ऊहापूहकरणा ऊहते इति रूपमस्ति परन्तु उपसर्गसहितः अस्ति चेत् विकल्पेन आत्मनेपदित्वं भवति अतः परस्मैपदी वा भवतु आत्मनेपदी वा भवतु उभयता अपि साधु अस्ति अत्र अस्मिन् द्वादिगणे तु ऊह् इति एव धातुः अस्ति तत्र अस् धातुः अग्रे आयास्यति तत्र अदादिगणीयधातुः अस्ति अस् धातुः तर्हि अत्र तु केवलम् ऊह् धातोः एव विषये अस्ति ऊ धातोः विषये उपसर्गसहितः अस्ति चेत् रूपद्वयं भवति तर्हि इदानीं तत्र समुपसर्गपूर्वकः ऊह् धातुः परस्मैपदी लङ्गीरूपाणि वदतु ऊह् अतः ऊह् तु अजादि अस्ति अतः ऊह् अजादि अस्ति तर्हि सम ऊह् आटस्य आ ऊह् आ ऊ अर्थात् औ भवति औ भवति समाहौ समाहौ समौ समौहत् समौहताम समौहन्त समौथाः अत्र परस्मैपदी उक्तं खलु मया ओ ओ परस्मै परस्मै परन्तु सम क्षम्यतां परस्मैपति अत्र अङ्गं किम् अस्ति इदानीम् अङ्गं किम् अङ्गम् अस्ति परस्मैपदे एकक्षण सम अत्र अस्तु अत्र अटस् न आयाति अत्र केवलम् अट् आयाति अत्र किं किं किमर्थं तत्र धातुः कीदृशी कीदृशधातुः धातुः अस्ति अजादिः अस्ति खलु तर्हि धातु ऊह अस्ति परन्तु यदि परस्मैपदे भवति अतः अत्र कोऽपि भिन्नता नास्ति परस्मै वा सत्यं भिन्नता नास्ति तर्हि अङ्गं किम् इति वदति मम संशयः भ्रमः तर्हि यदि आयाति तर्हि तर्हि समौह समौह इति अङ्गं समौह अङ्गं समौह समौहताम् समौह समौह योग अन् समौह समौहन परन्तु प्रायः अतो गुणः अतो गणः अस्ति अत्र समौहन् तर्हि समौहः समौहतं समौहत् समौहं सहुमाव सहु समौहाम समौहाम समौहाम अतः समौह अङ्गमस्ति समीचीनम् तर्हि सम् उपसर्गपूर्वकः इदानीं धातुः ऊह् इति धातुः अजादिः अस्ति अतः आडजादीनाम् इत्यनेन आडागमः भवति आयोगः ऊह् ऊह् इति अस्ति आयोगः उ इदानीं यत्र आडागमः भवति तस्य अनन्तरम् अच्छुवर्णः अस्ति चेत् पूर्वपरयोः वृद्धिः भवति आटश्च इति सूत्रेण अतः आयोगः उ औ औह औह औ योगः संयोगः औह समौह इति अङ्गं तत्र विकरणप्रत्ययं योजयामः चेत् समौह इति अङ्गं सर्वत्र समौह इति स्वीकृत्य रूपाणि सर्वत्र एतादृशं भवति इदानीं तत्र आत्मनेपदीरूपं तत्र पमेला भगिनी वदतु लङ्गि आत्मनेपद लङ् रूपाणि भगिनि सम् इति उपसर्गः अस्ति तत्र तत्रापि आडागमः भवति अपि च वृद्धि भूत्वा औ इति भवति तर्हि समौहेतां समौहन्त समौहता समौहेथां समूहध्वं समूहे समौहवहि समौहमहि समीचीनं समीचीनं मध्यमपुरुषे द्विवचने किम् उक्तवती समूहध्वं समूहध्वं समूहध्वं समूहता समौहताः थाः इति विसर्गः अस्ति क्षम्यतां समौहता समौहथां समौहध्वं पुनः एकवचनं वदतु पुनः एकवचनं वदतु समौहथाः समौहथां समौहध्वं समौहेतां समौहेतां क्षम्यताम् ईथां ईथाम् अस्ति समौहेता आरम्भतः वदतु वदतु समौहत समौहेथां तां समौहन्त समौहताः समौहेथां समौहध्वं समौहे समौहे वहि समौह वै समौहमहि समौहावहि समौहामहि समौहावहि समौहामहि क्षमा अस्तु समीचीनं समीचीनं तर्हि इदानीं समुपसर्गपूर्वकः एव तत्र उषाभगिनी वदतु लिङ्गि विधिलिङ्गि आत्मनेपदी सम् उपसर्गपूर्व ऊह् धातु विधिलिङ्ग्रूपं समूहेत समूहेयातां समूहेरन् समूहेत्थाः समूहेयातां समूहेद्वं समूहेय समूहेवहि समूहेमहि. समीचीनं, बहु समीचीनं. तर्हि तत्र तर्हि इदानीं तत्र कः अस्ति तत्र? अस्तु, विजयलक्ष्मी भगिनी भवती वदतु तत्र ऊह् धातोः परस्मैपदी लटि लोटि समुपसर्गपूर्वकः. समूहति इति परस्मैपदी, परस्मैपदी लटि समूहति समूहतः समूहन्ति समूहसि समूहतः समूहथ समूहामि समूहावः समूहामः. अनन्तरं किं भगिनि? लोटि समूहतु समूहतात् समूहतां समूहन्तु समूहतात् समूह समूहतात् समूहतं समूहत समूहानि समूहाव समूहाम. बहु समीचीनम् इति तत्र अभ्यासः समाप्तः. अत्र अभ्यासः सम्यक् आसीत् इति मन्ये, सम्यक् आसीत् वा नासीत् न वा इति न जाने, परन्तु तत्र किं चिन्तयन्ति, सम्यक् आसीत् वा अथवा समयस्य सम्यक् एव आसीत् भगिनि? सम्यक् आसीत् भगिनि. अस्तु अस्तु, तर्हि अत्र उपसर्गस्य विषये सूत्राणि यानि उक्तानि तत्र मम उद्देशः तेषां सम्यक्तया पाठनम् इति नास्ति मम उद्देशः. अतः किञ्चित् झटिति एव वयं गतवन्तः, विस्तृततया तस्य विषये चिन्तनं सर्वं न कृतं. परन्तु मम आशयः कः इति चेत् एतादृशं सर्वम् अत्र पुस्तके वयं सर्वं प्राप्तुं शक्नुमः. अतः कृपया पश्यन्तु, दृष्ट्वा यत्र यत्र संशयः अस्ति तत्र पुनः तत्र चिन्तनं कर्तुं शक्नुवन्ति इति ज्ञापयितुमेव मया तस्य विषये किञ्चित् उक्तं, तावदेव. तस्य सम्पूर्णतया पाठनीयम् इति मम आशयः नासीत्. अत्र सन्ति कस्यचित् विषये संशयः अस्ति चेत् कुत्र द्रष्टुं शक्नुमः, आत्मनेपदि वा परस्मैपदि वा इति चेत् अत्र पुस्तके सर्वम् अस्ति, वयं द्रष्टुं शक्नुमः इति ज्ञापयितुम् इष्टवती, तावदेव. परन्तु इदानीं सर्वेषां मनसि प्रत्ययाः के इति अस्ति इति मन्ये, प्रत्ययाः के के सन्ति इति मन्ये. अनन्तरं तत्र अङ्गं कथं निर्मातुं शक्नुमः, प्रत्ययस्य योजनं कथं भवति इति सम्यक्तया अवगतम् इति मन्ये. कोऽपि किमपि वक्तुमिच्छति वा भगिनि? तत्र उह् इत्यस्य गुणः न भवति वा, ओह् न भवति वा? उत् इत्यस्य वा? उत् इति वस्तुतः अङ्गस्य भागः नास्ति खलु? उत् इति धातोः प्राक् न, उत् न, उह् इति धातुः समूह ऊह् इति अस्ति खलु, दीर्घ ऊहते, अतः न भवति. परन्तु तत्र उत् उपसर्गस्य विषये पश्यति चेत् उत् इति भागः अङ्गस्य भागः नास्ति. यदि अङ्गम् इति वदामः, अङ्गस्य गुणः इति यदा वदामः, तदानीम् उपसर्गस्य योजनं न भवति. न न तत्र न इति तत्र स्मारयितुमिच्छामि. अस्तु, तर्हि निरस्यति इति कस्य धातोः? अस्तु धातोः, अस्तु धातोः अदादिगणीयधातुः, अतः तत्र तस्मिन् सन्दर्भे द्रष्टुं शक्नुमः. यकारः कुतः आगतम्? ओ, निरस्यति इत्यत्र वा? तत्र अस्तु धातुः वस्तुतः धातुद्वयम् अस्ति इति मन्ये. अस्यति इति असुक्षेपणे इति वस्तुतः, क्षम्यतां, दिवादिगणीयधातुः असुक्षेपणे इति दिवादिगणीयधातुः, अतः श्यन् प्रत्ययः भवति. श्यन् अतः अस्यति इति रूपं, वस्तुतः अस्यति मूले तु अदादिगणीयधातुः, तत्रैव अस्ति इति सन्ति इत्यादीनि रूपाणि भवन्ति अदादिगणीयधातुः. परन्तु अस् इति धातुः अन्येपि धातवः सन्ति, तत्र असुक्षेपणे इति धातुः असुक्षेपणे इति धातुः एव असुक्षेपणे हा क्षिपति इत्यस्मिन् अर्थे असुक्षेपणात् अत्र समासः इति पदमस्ति खलु समासः तत्रापि असु धातोः एव प्रयोगः अस्ति असुक्षेपणे इति धातोः प्रयोगः समासः इति पदम् असुतः त्रयः धातवः सन्ति अस् तत्र द्वादिगणीयधातुः अपि अस्ति अदादिगणीयधातुः अपि अस्ति दिवादिगणीयधातुः अपि अस्ति अत्र तु दिवादिगणीयधातोः विषये वदन् अस्ति यतोहि स्यति इति उक्तं खलु अस्यति अस्यति इति रूपमस्ति अतः दिवादिगणीयधातुः अतः दिवादिगणे वयं द्रष्टुं शक्नुमः अस्तु कोऽपि प्रश्नः अस्ति वा नो चेत् अग्रिमसप्ताहात् दिवादिगणः इति पाठः आरप्स्यते धन्यवादः भगिनि अस्तु भगिनि अस्तु तर्हि धन्यवादः नमस्कारः धन्यवादः धन्यवादः धन्यवादः धन्यवादः भगिनि नमस्कारः धन्यवादः भगिनि नमस्कारः भगिनि धन्यवादः नमस्कारः धन्यवादः भगिनि नमस्कारः धन्यवादः